अनिल् महोदय अस्ति खलु? अनिल् महोदय अस्ति, अनिल् महोदय आरम्भं श्लोकं वदतु। नमस्कारः सर्वेषां, सर्वेभ्यां, सर्वेषाम् अद्यतनवर्गस्य व्याकरणवर्गस्य सुस्वागतम्। अनिल् महोदय आरम्भश्लोकं वदतु। अस्तु अस्तु महोदय। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहे, तेजस्विनावधीतमस्तु, मा विद्विषावहे। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाच्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अस्तु, धन्यवादः। अधीतनवर्गस्य किमस्ति, प्रकरणप्रक्रियाविषये एव चलन्ति। अत्र पूर्वं वयं दृष्टवन्तः एतत्तु किमस्ति, अत्र असेम्ब्लि लैन् माडल्। अत्र सामग्री कुत्रापि सन्ति, एतत् एकस्मिन् स्थले वयं स्वीकुर्मः, तदेव अत्र भूसतायाम्। अनन्तरं जि जये धातोः विषये वयं स्वीकृतवन्तः। अत्र उदाहरणरूपेण स्वीकुर्मः चेत् रामः वदति अहम् आपणं गच्छामि इति। अत्र समीपे तिष्ठति, श्यामः अपि समीपे तिष्ठति, सः उक्तवान् अहमपि आगन्तुं शक्य, अहमपि तावदेव इत्युक्ते अत्र अहमपि आपणं गच्छामि इति। तदेव अत्र सामग्रीविषये तण्डुलान्, जलम्, अनन्तरम् अग्निः यत्र कुत्रापि भवन्ति एव, परन्तु एकस्मिन् स्थले एतत् सर्वम् आगत्य कार्यं करोति एव, अनन्तरमेव भोजनं कर्तुं शक्यते। इदानीम् अत्र किञ्चित् अहं वक्तुम् इच्छामि। अत्र सुन्दर कल्याणरामन्, सुन्दर कल्याणसुन्दरम् इति महोदयः अस्ति अत्र, सः तु अग्रिमरविवासर आरभ्य एतत् वर्गः नेतुं शक्यते एव। मम कृते किञ्चित् वदतु, भवान् वदतु महोदय, सुन्दरं सुन्दर महोदय भवतः विषये किञ्चित् वदतु एव। अस्तु, आम्, अहं मम वर्गं चालयितुं सोमवासरे अष्टवादन सायङ्काले अष्टवादन अष्टवादन आरभ्य सार्धनववादन पर्यन्तं चालयामि। इति कारणतः सोमवासरे अष्टवादने मेलिष्यामः इति मम ओपिनियन्, तदेव। भवतः आशा अस्ति सोमवासरे अष्टवादन आरभ्य नववादनपर्यन्तम् अत्र सार्धनववादनपर्यन्तं 9:30 सार्धनववादनपर्यन्तम्। अनन्तलक्ष्मी, गीता, श्रीधर्, महालक्ष्मी, शान्ता, सुब्रह्मण्यन् कृते किमपि क्लेशः अस्ति वा सोमवासरे मण्डे अष्टवादन 8 to 9:30 पर्यन्तं सः तु आरब्धुम् इच्छति? कोऽपि अत्र संशयः अस्ति वा, आशा अस्ति वा, इच्छा अस्ति वा, किमपि अस्ति चेत् वदतु। कक्षा वेर अस्ति, तस्मात् अहं न आगन्तुं शक्नोमि. अस्तु, अनन्तरम् अनिल् महोदय. अहं प्रयत्नं करोमि महोदय. अनन्तरम् अनन्तलक्ष्मी. अनन्तलक्ष्मी अस्ति वा? अहं, नमस्ते महोदय. सोमवासरे 8 to 9:30 वर्गः चालयितुं शक्नोति इति अत्र सुन्दर् महोदयेन उक्तं. भवत्याः अत्र एतत् सायङ्काले सायङ्काले सायङ्काले सायङ्काले सायङ्काले रात्रौ अष्टवादनतः अहं. महालक्ष्मी. सुप्रभातं, हरि ओम्. अस्तु मात. अस्तु, अनन्तरम् अत्र किं गीता अस्ति इदर्? आं भगिनि, नमस्कारः भगिनि. मम किमपि क्लेशः नास्ति भगिनि, आगमिष्यामि. अस्तु, धन्यवादः. तस्य कृते अत्र किमपि क्लेशः नास्ति इति सः अपि उक्तवान्. तस्य कृते इच्छा एतदेव अस्ति अत्र सोमवासरे. एतपर्यन्तं सः एव अत्र तस्य कृते ईमेल् प्रेषितुं शक्नोति. अनन्तरम् अत्र रेकार्डिङ्ग् अपि स्वयं कर्तुं शक्यते. मम कृते किमपि नास्ति. अत्र ईमेल् प्रेषयितुं न शक्नोमि. अनन्तरम् अत्र रेकार्डिङ्ग् अपि न कर्तुं शक्नोमि. किमपि अत्र बहवः प्रक्रिया अस्ति. तदेव एतत् विषये अहम् अत्र कर्तुं शक्यते वा? अञ्जना, अग्रिम सोमवासरे, अग्रिम मण्डे 8 to 9:30 वर्गः भवितुम् अर्हति. सुन्दरम् इति अत्र महोदयेन एतत् वर्गं नेतुं शक्यते वा? भवत्याः कृते किमपि क्लेशः अस्ति वा रात्रौ न आगन्तुं शक्यते एव खलु? मण्डे नैट्, मण्डे नैट् 8 to 9:30. अस्तु, भवतः सः अपि अत्र गवाक्षा इति विश्वसंस्कृतगवाक्षा गवाक्षः इति अस्ति खलु, अत्र सः अपि पाठयति बहुकालं. भवान् किञ्चित् वक्तुम् इच्छति चेत् वदतु महोदय. सुन्दरमहोदय, मम एकः वाट्साप् गणः अस्ति, संस्कृतपुलकितमनाः छात्रः इति तस्य नाम. तस्य लिङ्क्, तस्य गणस्य लिङ्क् प्रेषयामि. पूर्वमेव प्रेषितवान्, भवत्याः दूरवाणी मध्ये अस्ति इति मन्ये. अधुना एव प्रेषितवान् मम वाट्साप् गणस्य लिङ्क्. तस्मिन् लिङ्क् फालो कृत्वा मम वाट्साप् गणे आगन्तुं शक्नोति सर्वे. तदनन्तरं कोऽपि वक्तुं शक्यते, कोऽपि सम्भाषणं कर्तुं शक्यते, कोऽपि क्लेशः सर्वमपि तस् वाट्साप् गणात् एव सर्वं भवति एव. that joining that WhatsApp group is essential because everybody will be there only. There we will be able to interact. Can you please make it on Sunday, sir? Monday we have got other classes. It was Sunday. Sunday, will it be possible from 8 o'clock onwards, 8 to 9:30 morning? Evening, sir. Evening was convenient. We are all ladies. We are having some other duties. Sunday, about 1.5 hours later, 8 to 9:30 in the morning. Because Sunday evening will be busy. Well, I think most people will be busy on Sunday evening, no? Going out or something like that. Many people may not be interested on Sunday. Sunday morning I can take at about 8 to 9:30. Morning same time is fine, but other time is difficult. Same time is fine. Same time means morning 6:30 to 7:38. Okay, we'll start with the same time. And later we'll see whether if it is possible for you to change over. It's okay, no problem. We have to start somehow. That is more important. So, okay. So 8 to 9:30 would be ideal. Sunday also, Sunday morning. If it is 8 to 9:30, it will be much better for me. Sunday will be difficult because the day thing starts, right? Other things, other classes, many things are there on Sunday. Monday is also not okay. Monday evening? Monday evening is fine for me. Monday evening somebody objected, no? For one person, Monday evening is not okay. For most of them, Monday evening seems to be okay. So Monday evening, if that person can adjust, it will be really nice. What is, and I don't want anybody to lose out. Is it possible to make it Monday evening, 8 to 9:30? Because Sunday evening I have got another class, so therefore it is not possible. Sarve angi krutavantaha, atra shanta bhaginiyaha vishe eva atra kinchit klesha asti. तस्य कृते सा तु अत्र दूरवाण्या किमस्ति ध्वनिमुद्रणं कर्तुं शक्यते चेत् तावदेव किमपि कर्तुं न शक्यते खलु सा तु अत्र अन्यवर्गः अस्ति चेत् अन्येषां कृते किमपि क्लेशः नास्ति तस्याः कृते एव क्लेशः भवति अतः सा तु ध्वनिमुद्रणं श्रोतुं शक्यते तावदेव कर्तुं शक्यते इदानीं So Monday 8 to 9:30 then. Is that confirmed? Evening 8 to 9:30. Oh, sorry, Monday evening 8 to 9:30. Can we take it as confirmed? Take it as a confirm and you send your link also on Sunday. Link, I have already sent it to you, WhatsApp link. So if you can share with them. I'll send it in group. You please. In group. They will also come in that and they will express their opinion. And after that, you can come to the conclusion. Okay. We will try our best to include Shanta Bhagini also. Let us see what can be done. I will try because I don't want anybody losing out. I'll try my best to include her also. Let us see some other day. Okay, let them join the group first. So then there will be a that Samskrita Pulakila Manaha. Yeah, that's a group. Yeah, correct. Chhatra. That is the group. I forwarded Mahodaya. Yeah, I saw that. अत्र क्लिक् करोतु जायिन् करोतु सर्वे प्लीज़् कण्टिन्यू ऐ एम् लिसनिङ्ग् ऐ सेण्ड् इट् इन् ग्रूप् धन्यवादः महोदय शुभदिनं इदानीम् अत्र प्रक्रिया वदतु महोदय गुड् ऐल् स्टे फर् सम् टैम् अस्तु इदानीम् अत्र प्रकरणं प्रक्रिया कथं भवति इति वयं दृष्टवन्तः जी धातुः स्वीकुर्मः चेत् अत्र जी योगः टिप् अस्ति टिप् इति अत्र प्रथमपुरुष एकवचनविवक्षा अस्ति अतः एव टिप् अस्ति टिप् समिप् इति अत्र टिप् इति स्वीकुर्मः अनन्तरं हलन्त्यं तस्य लोपः अत्र प्रथम अध्याये तृतीयपादे तृतीयसूत्रमस्ति अनन्तरं प्रथम अध्याये तृतीयपादे नवम सूत्रसङ्ख्या अस्ति अनन्तरम् अध्यायं द्रष्टुं शक्यते चेत् कर्तरिषप् तृतीय अध्याये अस्ति, अनन्तरं तस्य लोपः प्रथम अध्याये, अनन्तरं किञ्चित् सार्वधातुकं स्वीकुर्मः चेत् तत्र तृतीय अध्याये अस्ति, अनन्तरं सार्वधातुक अर्धधातुकयोः तु सप्तम अध्याये अस्ति. एतत्तु मण्डूकप्लुतिः इति नीलेश् महोदयेन उक्तं, मण्डूकप्लुतिः किमर्थं चेत् अत्र इतस्तत्र अत्र जम्प् करोति खलु, प्लवनं भवति, अतः तत्र इदानीं रामः वदति अहम् आपणं गच्छामि इति, श्यामः तु तस्य समीपे तिष्ठति, अहमपि इति उक्तवान्, इत्युक्ते अत्र सर्वत्र सामग्रीविषये कथं भवितुम् अर्हति, तदेव अत्र अपि असेम्ब्ली लैन् माडल् इति वयं द्रष्टुं शक्यते एव. तत्र अपि सूत्रसङ्ख्या अत्र प्रथमाध्याये, सप्तमाध्याये, अष्टमाध्याये, षष्टमाध्याये इति सर्वत्र अत्र भवति एव. मण्डुकप्लुतिः इव सर्वत्र आगत्य एकस्मिन् स्थले गच्छति चेत् एव अनन्तरम् अत्र जययोः तिप् इति, अनन्तरम् अत्र जय जयति इति, अनन्तरं किं किम् अस्ति अत्र, हलन्त्यं तस्य लोपः, कर्तरिष्यप् लशकतीति हलन्त्यं तस्य लोपः, किञ्चित् सर्वधातुकं सर्वधातुक आर्धधातुकयोः, अनन्तरम् एचो एव यावः कार्यं कृत्वा एव अनन्तरम् अत्र जयति इति क्रियापदं निष्पन्नम् इति वयं स्वीकृतवन्तः, पठितवन्तः अपि. इदानीम् अत्र प्रत्ययेषु किम् अस्ति, शः प्रत्ययस्य इति अस्ति, शः इति आरम्भम् अस्ति चेत् अत्र एतत् विषये किञ्चित् वयं दृष्टवन्तः, अनन्तरं चुटु अपि, अनन्तरं लशक तद्धिते तस्य लोपः, इदानीम् अत्र अनुवृत्तिः किं किं भवति, यत्र किञ्चित् स्थाने एतत् स्वयं सूत्रं सम्पूर्णम् इति अस्ति, सूत्रं स्वयं सम्पूर्णं तत् समये किमपि अनुवृत्तिसहितरूपेण किमपि न आगन्तुं शक्यते एव, परन्तु किञ्चित् स्वीप किमस्ति सूत्राणि स्वीकुर्मः चेत् तत् स्थाने उपदेश अज अनुनासिक इत् इति आगत्य आगच्छति चेत् अत्र अन्यसूत्राणि अपि क्रमेण उपदेश अज अनुनासिक इत् इति सूत्रं किमपि अत्र अनुवृत्तिः नास्ति एव, कोऽपि अनुवृत्तिः नास्ति, स्वयं सम्पूर्णम् इति अत्र स्वीकुर्मः, परन्तु अन्यसूत्रं स्वीकुर्मः चेत् अत्र किञ्चित् सूत्रम् आगत्य कार्यं करोति एव. इदानीम् अनुवृत्तिः इति किम् इति गतवर्गे वयं पठितवन्तः, परन्तु पुनरपि एतत् विषये पठितुं शक्यते एव. एतत् विषये अनिल् महोदयेन एव अत्र पठितमिति अहं वयं ज्ञातुं शक्यते. अनिल् महोदय एव खलु अनुवृत्तिः इति भवान् एव पठितवान् खलु, इदानीम् अभ्यासः इति कर्तुं शक्यते एव. धातवः चकार उत्तरवर्ति, अत्र अनुनासिकबिन्दुः अस्ति, अतः चकार उत्तरवर्ति अनु अकारः, अनन्तरम् अनुनासिकवर्णः इत् भवति. केन सूत्रेण उपदेश अज अनुनासिक इत् इत्यनेनैव. इदानीमत्र आदिर्नुटुडवः इत्यनेन इत् संज्ञा, हलन्त्यम् इत्यनेन शकारस्य इत् संज्ञा भवति. अत्र अनिल् महोदय पठतु, धातवः विषये किं किम् अभवत् इति अत्र पठितुं शक्यते एव, पठतु कृपया. आं महोदय, धातवः दु पचांस् दु आदिनिटुडवः इत्यनेन इत्संज्ञा, हलन्त्यम् इत्यनेन सकारस्य इत्संज्ञा, चकारोत्तरवर्ति अकार उपदेशस्य अनुनासिक इत् इत्यनेन इत्संज्ञा, तस्य लोपः इत्यनेन सर्वेषां लोपः, पच् इति धातुः अवशिष्यते. अत्र किमपि सन्देहः अस्ति वा, संशयः अस्ति चेत् पृच्छतु, किं किम् अभवत् इति प्रदा पूर्वम् अत्र प्रतिपादयतु महोदय कृपया. अत्र अत्र त्रीणि वर्णानि इत्संज्ञा भवति भवन्ति वर्णानि न वर्णसमूहः अपि अस्ति, प्रथम डु इति वर्णसमूह आदिमि टुडवः सूत्रेण डु इति डु वर्णसमूहे संज्ञा भवति. अनन्तरं अन्ते तिष्ठति तिष्ठ सकारस्य हलन्त्यम् इति सूत्रेण संज्ञा भवति. अनन्तरं चकार उत्तरवर्ती उत्तरवर्ती अनुनासिक अकार अस्ति तस्य उपदेशे अत्यनुनासिक इत्यनेन सूत्रेण संज्ञा भवति. अनन्तरं तस्य लोप सूत्रेण सर्वेषां संज्ञक वर्णसमूहः लोपः भवति. लोपानन्तरं पच् इति धातु अवश्यम् उत्तमं तावत् इदानीमत्र लिक इति अस्ति अत्र गीतास्ति इति वदतु. आं भगिनि लिक अत्र उपदेश अजरुणासिक अजरुणासिक इति सूत्रेण अकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. लिक् एव तिष्ठति लिक् इति धातुः. अनन्तरं दुक्रुञ्ज् इति धातुः अस्ति तत्र आतिर्न्युटुडवः इति सूत्रेण डु इति वर्णः गच्छति इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति. हलन्त्यम् इति सूत्रेण ञकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण लोपः अपि भवति. कृ एव तिष्ठति. अनन्तरं निमिदा अत्र आदिन्युटुडवः इति सूत्रेण नि गच्छति. आङ् इति उपदेश अजरुणासक इति सूत्रेण आङ् इति अपि गच्छति. मिद्येव तिष्ठति. उत्तमम्. अग्रे अग्रे महागमनं वदतु. गमनुरु इति अस्ति खलु महालक्ष्मी वदतु. अस्तु अन्तलक्ष्मी वदतु. गमनुरु लृ उपदेशे अजन अजननास्तिके सूत्रेण इत् भवति तस्य लोपः भवति गम् एव तिष्ठति. उत्तमम्. इदानीमत्र प्रत्ययाः विषये किं किं भवति इति वयं द्रष्टुं शक्यते. अञ्जना वदतु निच् मध्ये किम् अभवत्. शान्ताभगिनी वदतु. गोदमल् वदतु. अस्तु अनिल् सुप्रभातम्. अस्तु लुक् अनिल् महोदयेन अनिल् महोदय वदतु अनन्तरम् अत्र गोदमल् शृणोतु. अस्तु अत्र चुटु सूत्रेण आदौ नकारस्य इत्संज्ञा भवति. हलन्त्यं सूत्रेण चकारस्य इत्संज्ञा भवति तस्य लोपसूत्रेण द्वयोः अपि लोपः भवति. अनन्तरं एव तिष्ठति. शाकन् मध्ये परन्तु निचि आं महोदय मध्ये शाकन् मध्ये अत्र अस्ति शाकन् शकारस्य इत्संज्ञा केन सूत्रेण शः प्रत्ययस्य शः प्रत्ययस्य शः प्रत्ययस्य आदौ सकारस्य इत्संज्ञा भवति कलन्त्यम् इति सूत्रेण नकारस्य इत्संज्ञा भवति तस्य लोपसूत्रेण द्वयोपि लोपः भवति आक् आक् आक एव तिष्ठति अस्तु जुस्त् गीता भगिनी वदतु चुटु इति सूत्रेण जकारस्य इत्संज्ञा भवति अलङ्क्यम् इति सूत्रेण सकारस्य इत्संज्ञा भवति ऊ एव तिष्ठति किं किं पुनरपि एकवारं किं किं पुनरपि एक अनिल् महोदय वदतु जुस् इति अत्र किम् अभवत् सर्वे जानन्ति एव गतवर्गे मया उक्तं खलु जूस् अत्र अनिल् महोदय वदतु उत्तमं वदतु गीता भगिनी वदतु चुटु इति सूत्रेण जकारस्य इत्संज्ञा भवति अलङ्क्यम् इति सूत्रेण सकारस्य इत्संज्ञा भवति ऊ एव तिष्ठति अनन्तरं ऊ एकनिमिषं जकार उत्तरवती किम् अस्ति उत्तरवर्ति नास्ति जकार उत्तरवती न एतत् सु औजस् आम् औट् सु औजस् आम् सस् तदेव तादृशं नास्ति वा अत्र अत्र टङ्कनदोषः अस्ति महोदय अत्र किं टङ्कनदोषः अस्ति वा न न भवितुम् अर्हति एव परन्तु अत्र रुचि एव तिष्ठति इदानीम् अत्र टा भवती एव वदतु गीता भगिनी टा चुटु इति सूत्रेण टकारस्य इत्संज्ञा भवति आ एव तिष्ठति अनन्तरं शप् लषकोतदिदे इति सूत्रेण शकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा भवति आ एव तिष्ठति पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति शकार उत्तरवती आ एव अत्र तिष्ठति कर्तरिषप् इति प्रसिद्धम् अत्र अस्ति न्यस् अनन्तरम् अत्र अन्तलक्ष्मी वदतु न्यस् मध्ये जानन्ति एव भवती समीचीनतया जानाति एव वदतु झटिति वदतु अस्तु शान्ता भगिनी अस्ति वा नस् अस्य एव तिष्ठति उत्तमं नकारः केन सूत्रेण इति भवति भवती जानाति समीचीनतया जानाति एव ककारस्य अन्तिमवर्णः नकारः खलु अतः लषकुतदिव अस्ति एव तिष्ठति इदानीं स्ना अत्र अत्र महोदय एक सूत्र अपि कार्यं करोति न विभक्तौ तु स्म अतः तत्र सकारः तिष्ठति एव उत्तमं सकारः तिष्ठति अतः एव अस् इति भवति उत्तमम् अनन्तरम् अत्र स्ना इति अस्ति तदपि किं शान्ता वक्तुं शक्यते वा भगिनि अस्तु अत्र किं सकारः अस्ति सकारः लषकोतदिते इत्यनेन इति भवति तावदेव सकारः अस्ति खलु लषकोतदिते भवती जानाति एव सकारः लषकोतदिते इत्यनेन इति भवति न एव तिष्ठति अनन्तरं त इति प्रसिद्धमस्ति शान्तं वदतु जानाति एव इदानीमेव मया उक्तम् अनन्तरं सुयि अन्यकोपि वक्तुं शक्यते वा गोदमल् शक् प्रत्ययस्य इति सूत्रेण शकारः गच्छति हलन्त्यम् इति सूत्रेण ञकारः इत्संज्ञा भवति ऊ एव तिष्ठति. शकारः केन सूत्रेण इति भवति? शप्रत्ययस्य, शः प्रत्ययस्य. शः प्रत्ययस्य इत्यनेन शकारः. इदानीमत्र नुल् इति अस्ति, प्रसिद्धमस्ति नुल्. अत्र अञ्जन वदतु. भवती जानाति एव नकारक केन सूत्रेण इति भवति. लकारक लशक तदिति नकारक चुतु इत्यनेन एव खलु सूत्रेण. अनन्तरं लकारः हलन्त्यं तस्य लोपकम्. उत्तमं. किं तिष्ठति अत्र? ऊ एव तिष्ठति. अत्र कोऽपि स्मरन्ति वा ऊ इति केन सूत्रेण प्रसिद्धम् भवति इति? युवोरणाकौ. उत्तमं. युवोरणाकौ इत्यनेन एव अत्र ऊ इति अस्ति. अनन्तरं चुण् अत्रापि झटिति वदतु. गीता गीता वदतु. हलन्त्यम् इति सूत्रेण नकारः इत्संज्ञा भवति. अनन्तरं लषक् वदति देव तत्र नकारः गच्छति. यू एव तिष्ठति. यू एव तिष्ठति. अनन्तरम् अनिल् महोदय चन्न लसक् वतद्दिते इति सूत्रेण शकार इत्संज्ञा, हलन्त्यमिति सूत्रेण नकार इत्संज्ञा, तस्य लोप अनन्तरेण य एव. अग्रे अनन्तलक्ष्म हलन्त्यं तस्य लोपेन सूत्रेण सकारः यच्छति. लसकु तद्वे सूत्रेण लकारः अपि अवगच्छति. यू एव तिष्ठति. अत्र युडन्तम् अस्ति चेत् किं भवति? तत्र अपि गीता अस्ति इद युवरणको इति सूत्रेण अण आदेशः भवति खलु. भवनं अन्न अन्न इति योजनेन युदन्तं प्रसिद्धमस्ति अत्र. अनन्तरम् अत्र तृच् मध्ये किं तिष्ठति? अनिल् गच्छति. वदतु वदतु. गीता श्रीधरेव वदतु. हलन्त्यम् इति सूत्रेण चकारः इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण अपगच्छति. अनन्तरं शप्रत्ययस्य, शप्रत्ययस्य इति सूत्रेण शकारः इत्संज्ञा भवति. हलन्त्यम् इति सूत्रेण नकारस्य इत्संज्ञा भवति. यु एव वु एव तिष्ठति. तत्र तत्र इत्संज्ञा तकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण. सव्य एव तिष्ठति. लषकतते इति सूत्रेण शकारस्य संज्ञा भवति. अलङ्क्यम् इति सूत्रेण चकारस्य संज्ञा भवति. आण एव तिष्ठति. आण गम्यमाण रम्यमाण तत्र आण एव तिष्ठति. अनन्तरम् अणीय अणीय तत्रैव भवति. न अलङ्क्यसंज्ञा न अस्ति नास्ति तत्र. अनीय इति अस्ति. अनीय अस्तु. अनन्तरम् अत्र शत्रु इति अस्ति. अनिल् महोदय वदतु. शत्रु अत्र लसपतदिते इत्यनेन शकारस्य इत्संज्ञा भवति. महोदय अत्र अहं चिन्तयामि टङ्कणदोषः अस्ति. शत्री इति ऋकारस्य उपदेशे अनुनासिक भवति अहं चिन्तयामि महोदय. उचि इत्यनेन इति भवति. अनन्तरम् अत्र उत्तरवर्ति ऋकारस्य अनुनासिक सकार उत्तरवर्ति अकारः तिष्ठति. अतः अति एव तिष्ठति खलु. पठत् लिखत् गच्छत् गम् योगः अस्ति योजना अत्र ऋकारस्य उपरि अनुनासिक चन्द्रबिन्दुः न दृश्यते महोदय शत्रु इति शत्रु अत्र चन्द्रबिन्दुः शत्रुं सो ऋकारस्य उपदेशे अचनुनासिक इति सूत्रेण इति संज्ञा अत एव लोपानन्तरम् अत एव दृश्यते अत एव अनन्तरम् अत्र लिख् इति अस्ति चेत् अत्र अति योजनेन लिखत् इति किं भवति लिखन् न पुल्लिङ्गे लिखन् आमां लिखत् इति किं भवति उत्तमं प्रातिपदिकं भवति अनन्तरं लिखत् लिखत् किं भवति लिखत् अनन्तरं नपुंसकलिङ्गमपि भवति खलु आमाम् आमां लिखन् इति पुल्लिङ्गे पुल्लिङ्गे भवति पुल्लिङ्गम् अनन्तरं लिखन्ति इति अस्ति चेत् लिखन्ति इति अस्ति चेत् प्रथमविभक्ति एकवचनमेव लिखन्ति इति अत्र बहुवचनं नास्ति लिखन्ति इति एकवचनमेव लिखन्ति लिखन्त्यौ लिखन्त्यः एतत् सम्बोधनप्रथमा किं भवति लिखन्ति एव ह्रस्वमेव परन्तु अत्र लिख् अस्ति चेत् लिखति लिखतः लिखन्ति इति बहुवचने अस्ति अत्र ह्रस्वमेव श्रूयते एतत्तु किं किम् अत्र विभक्ति किं पुरुषवचनं किं वचनं किम् एतत् सर्वाणि द्रष्टव्यानि लिखत् इति अस्ति एतत्तु प्रातिपदिकमस्ति नपुंसकलिङ्गमपि अस्ति अनन्तरं लिखन् इति पुल्लिङ्गे भवति लिखन्ति इति स्त्रीलिङ्गे भवति अनन्तरम् एतत् लिखन्ति इति दीर्घमस्ति लिखन्ति इति अस्ति अनन्तरम् अत्र लिखन्ति इति अस्ति चेत् लिखन्ति इति अस्ति द्विवचने बहुवचनं किं भवति द्वितीयविभक्ति बहुवचनं किं भवति लिखतः न लिखन्ति दीर्घ इकार स्त्रीलिङ्गपदं स्त्रीलिङ्गपदं लिखन्ति लिखन्तौ लिखन्ति लिखन्ति लिखन्ति नदी गौरीः इकारं श्रूयते एव अत्र इदानीं भवत्या उक्तम् अनन्तलक्ष्म्या उक्तम् अत्र किमस्ति अत्र गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ गच्छतः खलु द्वितीयविभक्ति बहुवचनं बहुवचनम् उत्तमम् इदानीमत्र अवधेयम् इति अस्ति अत्र महोदय अत्र तव्य अत्र अपि टङ्कणदोषः अहं चिन्तयामि तव् यकारस्य अनन्तरम् अकार न दृश्यते अयकारः न दृश्यते एव तव्यत् इति अस्ति तकारः अलङ्क्यं तस्य लोपः इत्यनेन इति भवति तव्य एव तिष्ठति पठितव्य पठितव्यं पठितव्यः पठितव्या इति भवति भवान् एव पठतु अत्र नीलमहोदय अवधेयं यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धेः अनुबन्धैः ते भिद्यन्ते अनुबन्धैः अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति यथा प्रत्ययस्य नकार वा नकार वा अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः प्रत्ययस्य सकार वा नकार वा अनुबन्धः चेत् धातोः कस्यापि स्वरस्य गुणः वृद्धिः वा न भवति नकारे नकारे ककार ककार इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत् धातोः अन्तिमस्वरस्य गुणः एतादृशानि कार्याणि भवन्ति एतदर्थं प्रत्ययस्य नकार अनुबन्धः चेत् संक्षेपे तस्य नाम णित् णकारः यत् इत् यस्य सः णित् ककार अनुबन्ध चेत् संक्षेपे तस्य नाम कित् ककारः इति यस्य सः कित् इत्यादिकम्। अत्र अन्तलक्ष्मी अस्ति खलु, अत्र संक्षेपे संक्षेपरामायणं संक्षिप्त नास्ति मनसि, संक्षेपे संक्षेपे एव संक्षेपरामायणम् इति अस्ति। अनन्तरम् अत्र अनिलमहोदय वदतु एतदर्थम् इति अस्ति खलु, अत्र किं किं कार्यम् अभवत् सन्धिविषये? अत्र एतद् योग अर्थ अस्ति जसत्वम् इत्यनेन तकारस्य तकार भवति, अनन्तरं केन सूत्रेण सूत्रमहं न स्मरामि महोदय। सर्वे जानन्ति एव। आं महोदय, परन्तु विस्मरामि, विस्मरन्ति न स्मरामि, न स्मरतु। अस्तु, अन्य कोऽपि? अन्तलक्ष्मी वदतु, झटिति वदतु, केन सूत्रेण तकारस्य स्थाने प्रथमवर्णस्य स्थाने तृतीयवर्णः भवती जानाति एव, झटिति वदतु। जलां जसोन्ते इत्यनेनैव अत्र एतदर्थम्, एतद् अनन्तरम् अर्थमस्ति, एतत् वर्णमेलनेन एतदर्थम् इति अस्ति। अस्तु, अनिल् महोदय प्रतिपङ्क्तिः स्वीकृत्य वदतु किं किम् अभवत् इति। यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते। अत्र उदाहरणमस्ति शुन् सुल् प्रत्ययः तु वु अस्ति, समानः दृश्यन्ते, परन्तु अनुबन्धैः भिन्नमस्ति। प्रथमं लकारः अस्ति, अनन्तरं नकारः अस्ति, अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति। यथा प्रत्ययस्य नकार वा अनुबन्ध चेत् धातोः अन्तिमस्वरस्य वृद्धिः प्रत्ययस्य वृद्धिः, प्रत्ययस्य ककार वा नकार वा अनुबन्ध चेत् धातुः कस्यापि स्वरस्य गुणवृद्धिः वा न भवति। तो अन्तिम प्रत्यय समानमेव, परन्तु अनुबन्ध अनुसारेण कार्यं भवति। यदा नकारस्य अनुबन्ध अस्ति चेत् तत्र वृद्धिः भवति, ककारनकार यदा अनुबन्ध अस्ति चेत् तत्र वृद्धिः वा गुणः न भवति। नकार इत्येतान् अनुबन्धान् विहाय प्रत्ययस्य अन्य कोऽपि अनुबन्ध चेत् धातोः अन्तिमस्वरस्य गुणः, चत्वारि वर्ण विहाय कोऽपि अन्य अनुबन्धः अस्ति चेत् अन्तिमस्वरस्य गुणः भवति। एतादृशीनि कार्याणि भवन्ति भिन्नभिन्न अनुबन्धैः। एतदर्थं प्रत्ययस्य न अनुबन्ध चेत् संक्षेपे तस्य नाम णित्, नकारस्य इत् यस्य च णित्, समानेव ककारस्य इति संज्ञा भवति चेत् कित्, नकारस्य णित्, एतत् एव तस्य संक्षेपे नाम अस्ति। इदानीमत्र अनुबन्धः इत्युक्ते किम्? अनुबन्धः इत्युक्ते इत् संज्ञा भवत् अनन्तरं तस्य लोपः अस्ति चेत् अनुबन्धः। अत्र इदानीं वयं स्वीकुर्मः चेत् अत्र जीजय धातोः अत्र किं भवति, अल जि इति अस्ति, तिप् इति अस्ति, अत्र तिप् मध्ये ति एव तिष्ठति, पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति। अनन्तरं किञ्चित् सूत्रमस्ति लशकुतति इत्यनेन शकारति इति भवति, अनन्तरं शकार उत्तरवती अ एव तिष्ठति, पकारः अलन्त्यं तस्य लोपः इत्यनेन भवति। एतत् सर्वाणि अत्र इति भवति, सूत्राणि विषये अत्र इति भवति। इदानीम् अत्र सर्वे जानन्ति एव, किञ्चित् कालानन्तरं बहुकालानन्तरम् अत्र जि इति अस्ति, जि योगः तिप् अस्ति, अनुबन्धलोपानन्तरं सकार एव तिष्ठति, अत्र हलन्त्यं न वक्तव्यं, तस्य लोपः न वक्तव्यं, लशकतद्विते इति न वक्तव्यम्. अत्र किम् एतत् सर्वाणि विषयाणि अत्र अनुबन्धलोपेन एव गच्छति. सर्वे जानन्ति इति चेत् अत्र अनुबन्धलोपानन्तरं ति एव तिष्ठति इति वक्तुं शक्यते एव. अनुबन्धलोपानन्तरम् इत् भवति इति अतः एव अत्र सुलभतया वक्तुं शक्यते एव अनुबन्धलोपानन्तरम् एतत् भविष्यति इति. अनन्तरम् अत्र एतत् इदानीम् अभवत् एव किञ्चित् अत्र एतत् विषये प्रश्नः अस्ति. अत्र अन्तिमस्वरस्य विषये एव गुणः भवति वा वृद्धिः भवति वा इति. अत्र आ इ ऊ अस्ति चेत् अनन्तरं दीर्घ आकारः दीर्घ ऐकारः अस्ति चेत् अत्र वृद्धिः भवति गुणः भवति. अत्र गुणसूत्रमस्ति अदेन गुणः एतत् प्रभाद्ये एव अत्र वृद्धिः भवति वृद्धिरेचि इति सूत्रेण वृद्धिरेचि इति अस्ति. वृद्धिराज्ये केन सूत्रम् भवति संज्ञासूत्रम् भवति खलु. अस्तु इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा पृच्छतु शान्ता भगिनी अत्र गोदमाल् अञ्जना अङ्कलक्ष्मी किमपि अत्र क्लेशः अस्ति वा इतः पर्यन्तं. भगिनी अहं निर्गच्छामि. धन्यवादः. हा गच्छतु. हा धन्यवादः महोदय. अत्र इदानीम् अत्र गीता भगिनी धन्यवादः महोदय. गीता भगिनी उक्तवती खलु ऊस् इति ज्यूस् मध्ये ऊस् एव तिष्ठति. आम् आं भगिनि. अत्र ऊस् सकारः केन सूत्रेण तत्रैव तिष्ठति इदानीमेव अनिल् महोदय स्मारितवान्. परन्तु अत्र तु सुप् प्रत्ययः नास्ति महोदय. ज्यूस् अहं न जानामि किं प्रत्ययः. ज्युस् इति उस् अस्ति खलु अत्र. अत्र यासूटु परस्मैपदेषु इति विधिलिङ्ग् मध्ये उस् एव आगच्छति. अत्र सकारः तिष्ठति एव खलु. सकारः केन सूत्रेण तिष्ठति तत्रैव तत् स्थाने न विभक्तो तुस्मः इत्यनेनैव तिष्ठति खलु. गीता भगिनी इदानीं स्मरति ज्यूस् ज्यूस् अस्ति सुप्रत्यय अस्ति वा ज्यूस्. सुप्रत्यय नास्ति खलु. सु औ जस् एव अस्ति. सु औ जस् अम् औति शस् जस् एव अस्ति. जस् स्थाने चुटु इत्यनेन जकारः इति भवति. अत्र अस् एव तिष्ठति. अस्तु अस्तु. ज्यूस् इति कुत्र भवति चेत् विधिलिङ्ग् मध्ये या सूट् परस्मैपदेषु इति अत्र विधिलिङ्ग् मध्ये ऊस् आदेशः भवति. जे ज्यूस् इति एकं सूत्रमस्ति प्रत्येक अत्र एतत् विषये किञ्चित् भविष्यति एव. ओके अस्तु अस्तु. तत् तदा तु ज्यूस् अपि सुप्रत्यय विधिलिङ्गस्य सुप्रत्यय ज्यूस् इति विधिलिङ्ग् मध्ये अत्र सूत्रं पश्येम. ज्यूस् इति गेट् ज्युस् इति एव भवति. अत्र ज्युस् इति एकनिमिषम् एक्स्ट्रा स्पेस् गेट् ज्युस् इति भवति. अत्र लिङ्ग्लकारस्य विधिलिङ्गलकारस्य जी प्रत्ययस्य ज्युस् आदेशं भवति. ज्युस् मध्ये इदानीमत्र किं भवति उस् एव तिष्ठति. अत्र पश्यतु ज्युस् इति अस्ति नेट् ज्युस् इति अनेन ज्युस् जी प्रत्ययस्य ज्युस् आदेशः भवति. इदानीमत्र जकारः तुटि इत्यनेन इति भवति उस् एव तिष्ठति खलु. एतदेव अत्र भवति. अस्तु अनेक क्लेशः भवति वा. अत्र यासुट् परस्मैपदेषु इत्यनेनैव निच् भवति. अत्र समयपरिवर्तनं रात्रौ सायङ्काले अनन्तरम् अष्टवादने अष्टवादने टु नवमपर्यन्तम् इति चेत् मम कृते अपि क्लेशः नास्ति एव. एर्लि मार्निङ्ग् एव प्रातःकाले एव निद्रां कर्तुं शक्यते. अन्य कोऽपि किञ्चित् समयः अत्र अष्टवादने इति इत्युक्ते रविवासरे किमपि क्लेशः नास्ति एव मम कृते, परन्तु अत्र मया ईमेल् प्रेषितुं न शक्नोमि, अनन्तरम् अत्र रेकार्डिङ्ग् अपि न कर्तुं शक्नोमि. किम् एतत् बहवः कार्याणि सन्ति अत्र, इदानीं वृद्धा अभवत्, तत् समये एतत् समीचीनतया मनसि स्थापनार्थं समयः नास्ति एव, इच्छा अपि नास्ति एव. परन्तु सुन्दरमहोदय तु ईमेल् द्वारा प्रेषितुं शक्नोति, अनन्तरं रेकार्डिङ्ग् अपि कर्तुं शक्यते एव. एतत् अरविन्दमहोदयेन एव एतत् सर्वाणि कार्याणि कृतं मम कृते. सः अपि अत्र वृद्धा भवति, 72 इयर्स् अरविन्दमहोदय तु, किञ्चित् अत्र क्लेशः भवति एव. अनन्तरं सर्वेषां कृते किमपि अत्र किम् आरोग्यं नास्ति एव समीचीनतया यथयिच्छति निर्तुं शक्यते एव. अत्र पट् इति धातुः स्वीकुर्मः चेत् पट् इति बहुवचने पटेयुः इति अस्ति खलु, पटेयुः अत्र अन्तलक्ष्मी पठतु, अन्तलक्ष्मी नास्ति अञ्जना पठतु. अञ्जना अस्ति वा? किञ्चित् समयः अस्ति, एतत् पठितुं शक्यते एव. पट्टयोगः लिङ् विदिन् निमित्रं निमिन् निमिन् निम् निमन्त्रणं निमन्त्रणम् इति लिङ् एतत् बृहत् सूत्रमस्ति अत्र. विधिनिमन्त्रण एतत् बृहत् सूत्रमस्ति अत्र. पश्यतु अत्र विधिनिमन्त्रणा मन्त्रणामाविष्ट सम्प्रश्न प्रार्थनेषु लिङ् विधि अस्ति चेत् अत्र विधिलिङ्ग् भवति. अनन्तरं निमन्त्रणं कार्यं किमर्थं निमन्त्रणम् अस्ति खलु, एतत् कर्तव्यं करणीयम् इति. अनन्तरम् आमन्त्रणम्, अनन्तरम् आदिष्टं सम्प्रश्नः प्रार्थना, यत्र यत्र एतत् सर्वाणि कार्याणि भवन्ति तत् स्थाने एव एतेषु अर्थेषु धातोः परः आद्युदात्तः लिङ् प्रत्ययः भवति. उदात्तः आदिमवर्णः, उदात्तः अस्ति चेत् अत्र लिङ् भवति इति. एतदेव अनेन पठतु. हस्तयोगः शप्पयोगः लिङ् कत्रि शप् इति शप् पट्टयोगः शप्पयोगः इति परस्मैपदस्य प्रथमपुरुषः बहुवचनस्य विवक्षायां जी प्रत्ययः. पट्टयोगः आयोगः यासुट् योगः जी यासुट् परस्मैपदेषु धातोः मिच् इति यासुट् आगमः. पट्टयोगः आयोगः या योगः जा लिङ्ग् सलोपो नान्तस्य इति यकारलोपः. पट्टयोगः आयोगः योगः जा पातो येयः इति या इत्यस्य नि आदेशः. पट्टयोगः आयोगः योगः जुस् जोर् जुस् इति जि प्रत्ययस्य जुस् आदेशः. पट्टयोगः आयोगः इ योगः उत् चितु इति जकारस्य इत्यन्या तस्य लोपः इति लोपः. पटेयुः विसर्गनिर्माणम् पट्टधातोः आसीर् लिङ्गलकारस्य प्रथमपुरुष बहुवचनस्य रूपम्. अम्मा इरुक्कीङ्ला? किमपि क्लेशः अस्ति वा अत्र? पटेयुः कथं भवति इति अत्र किं बहवः सूत्राणि सन्ति एव अत्र यासूट् परस्मैपदेषु उदातः निच्च यासूट् आगमः भवति यासूट् मध्ये सुट् इति अत्र इत् भवति टकारः हलन्त्यं तस्य लोपः सु इति सकारः लोपः भवति उ उकारः एतदपि इत् भवति या एव तिष्ठति इदानीम् अत्र पट्टियोगः आ शप् मध्ये भवति तिष्ठति अतो एयः इत्यनेन ई आदेशः भवति केन सूत्रेण ई आदेशपति भवति अतो एयः या इति स्थाने एव ई आदेशः भवति अतः तत्र पट्टियोगः आयोगः ई योगः जि इति अस्ति खलु तिक्त जि बहुवचने तत् स्थाने इदानीमत्र ई एव ज एव तिष्ठति इतश्च इति सूत्रेण एव अत्र न दत्तमेव लिङ्गकसलोपोन्नन्त्यस्य इत्यनेन सकारः लोपः एतत् यासूट् इत्यनेन इदानीं जकारः इकारः इतश्च इति सूत्रेणैव इत् भवति इतश्च अतः जकारः एव तिष्ठति इदानीमत्र जकारस्य स्थाने जेर् जुस् इति सूत्रेण ङी इति अस्ति चेत् पूर्णतया अत्र जुस् आदेशः भवति अनन्तरम् अत्र जुस् मध्ये चुटु इति स्वीकुर्मः सूत्रं स्वीकुर्मः चेत् अत्र जकारस्य स्थाने चुटु इत्यनेन जकारस्य इत् भवति अतः ऊत्येव तिष्ठति इदानीमत्र किं भवति पट् योगः आयोगः ई योगः ऊस् इति भवति अत्र अकार इकारमेलनेन किं भवति एकारः भवति किं भवति अत्र एकारः किं भवति गुणः हा उत्तमं गुणः भवति अतः पटे अनन्तरं पटे अत्र यकारः उस् भवति युस् इति भवति अत्र केन सूत्रेण उकारस्य सकारस्य स्थाने विसर्गः आगच्छति सर्वे जानन्ति एव झटिति वदतु पूर्वं पूर्वं पूर्वम् सर्वे जानन्ति एव वदतु उत्तमं ससजिसौ ऋः इत्यनेन प्रथमं ऋत्वं भवति ऋत्वस्य स्थाने एव करावसानयोर्विसर्जनीयः भवति मया किम् उक्तं झटिति वक्तव्यं चेत् ससजिसौ ऋः करावसानयोर्विसर्जनीयः इत्यनेन किं वक्तव्यम् इति मया उक्तं ऋत्वविसर्गौ ऋत्वविसर्गौ इदानीम् अनुबन्धलोपानन्तरं मया उक्तं खलु अत्र अनन्त्यं तस्य लोपः लशकुतत् इति एतत् सर्वाणि भूत्वा इति अत्र न वक्तव्यम् अनुबन्धलोपानन्तरं किञ्चित् कालानन्तरं भवन्तः समीचीनतया पठितवन्तः चेत् अत्र आचार्यः अपि भवन्तः कृते सर्वे जानन्ति एव अनुबन्धलोपानन्तरं वक्तुम् इच्छति चेत् सर्वे जानन्ति एव तदेव अत्र अपि भवति अत्र पटे युः इति भवति अत्र विसर्गः श्रूयते केन सूत्रेण इत्युक्ते ऋत्वविसर्गौ भूत्वा अत्र ऋत्वविसर्गौ भूत्वा ऋत्वं केन सूत्रेण ससज्जुषोरुः इत्यनेन ऋत्वं करवसनयोर्विसर्जनीयः इत्यनेन अत्र विसर्गः भवति अतः एव ऋत्वविसर्गौ भूत्वा पटेयुः इति अन्तिमरूपं निष्पन्नम् इति अत्र भवति सर्वे जानन्ति खलु पटेयुः सर्वे समीचीनतया पटेयुः इति मम आशा अत्र पठतु अनन्तरम् अत्र किञ्चित् क्लेशः अस्ति पाठविषये किञ्चित् क्लेशः अस्ति चेत् पृच्छतु अत्र विजयस्वरूपमहोदयस्य ग्रूप् अपि अस्ति अत्र अनन्तरम् अत्र सुन्दरमहोदयेन विषये किञ्चित् पृच्छति चेत् तत् तत् स्थाने गच्छतु अनन्तरं मम दूरवाण्यासङ्ख्या अपि अस्ति अत्र किञ्चित् क्लेशः अस्ति चेत् पृच्छतु अनन्तरम् अत्र शान्ता भगिनी अन्तिमश्लोकं वदतु ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः सर्वेभ्यो नमस्कारः धन्यवादः नमस्कारः